सर्वं च सर्वं यश्च दिदिष्ठति सर्वस्य च केवलम् अस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। यस्तनी अस्ति किञ्चित् विचारणीयम्। किमस्ति कथा पक्षे दोषः सैव अभिव्यक्ति पक्षे यतो हि उभयत्रापि शब्दस्य स्थितिर्नास्ति इति प्रश्नः। यदि संवेदना न भवति चेत् वस्तु स तद् न वर्तते। अविद्यमान सममेव वस्तु भवति। सत्यमस्ति। उभयत्र अयं भेदः भवति यत् अभिव्यक्ति पक्षे वस्तूनि सन्ति, मम कृते न सन्ति इति पृथक् वार्ता, परं तत्र सन्ति, कस्यचित् कृते सन्ति, तदैव तु अभिव्यक्तिः इति उच्यते। उत्पत्ति पक्षे कस्यचिदपि न सन्ति। उत्पत्ति पक्षे सर्वथापि नवीनं वस्तु उत्पद्यते, न तु पूर्वतः वर्तमानं तद्वर्तते। परम् अभिव्यक्ति शब्द एव एतद् द्योतयति यत् मन्ये मम किन्नाम मत्कृते तस्य सत्ता न स्यात्। परम् एवं नास्ति यत् सर्वथा तद्वस्तु न वर्तते। अत एव उक्तमासीत् ये ऋषयः आसन् उत्वा भवन्ति तेषां बुद्धिः अस्माकं बुद्धिरिव न भवति। तेषां बुद्धौ उत्वा तेषां दृष्टौ तु अतीत अनागत गत यत् ज्ञानं वर्तते तदपि प्रत्यक्षमिव भवति। अतः तत्र तेषां सत्ता वर्तते, मन्ये अस्मादृशां कृते न स्यात्, परं तेषां कृते सा सत्ता वर्तते। यच्चापि किन्नाम न्याये उच्यते सापि लौकिकानुभवः, यतोहि यस्यैव संवेदना जायते तदेव वस्तु वर्तते, यस्य संवेदना नास्ति चेत् तद् वस्तु वर्तते अपि न। तत् सत्यमस्ति, परं ऋषीणां कृते तु तथा वक्तुं न शक्यते। ऋषीणां यत् स्वरूपं प्रतिपादितं शास्त्रेषु वर्तते तेनात्र उच्यते। एवमस्ति, नहीं एवमस्ति। द्विधा अपि व्यवहारः खलु लक्ष्यते, अभिव्यक्ति व्यवहारोपि लक्ष्यते लोके, लौकिके व्यवहारे उत्पत्ति पक्षोपि लक्ष्यते। यथा उदाहरणं दत्तमासीत् प्रकाश वस्तुनो मध्ये कः सम्बन्धः भवति, वस्तूनि प्रागेव तत्र तिष्ठन्ति प्रकाशेन तानि वस्तूनि द्योत्यन्ते न तु प्रकाशात् तेषां उत्पत्तिर्जायते तत्र वर्तन्ते पूर्वतः एव वर्तन्ते परम यस्य कृते तत्र अंधकारः वर्तते तस्य कृते तत्र वस्तूनि न सन्ति अतएव तत्र आघातोऽपि जायते क्वचित् यद् ज्ञानं नास्ति यद् अग्रे किमपि वस्तु तिष्ठति न वा तिष्ठति चेत् आघातोऽपि जायते परं यस्य कृते तस्य ज्ञानं वर्तते अरे तत्र कक्षे तु पुस्तकानि सन्ति उत वा सन्ति तिष्ठति चेत् यतो हि सः सर्वमपि वस्तु जातं जानाति किं क्व वस्तु क्व वस्तु क्व किं वस्तु तिष्ठति इति चेत् स ध्यानेन गच्छति चेत् द्विविधोऽपि व्यवहारः लक्ष्यते उत्पत्ति किमस्ति येन तद् वस्तु दृष्टं स्यात् यदि केनचित् वस्तु कदाचित् न दृष्टं मन्ये यथा वयं कक्षे तिष्ठामः चेत् अस्माकं कृते तु यानि तत्र वस्तूनि सन्ति तेषां ज्ञानं वर्तते परं यः जनः कदाचित् तस्मिन् कक्षे न आगतः तस्मिन् कक्षे कश्चित् न आगतः चेत् तत्र अन्धे तमसि च कदाचित् आगतः स अकस्मात् चेत् तस्य तु नूनम् आघातः भविष्यति यतोहि तस्य कृते तु तत्र वस्तूनि न सन्ति उत वा क्वचित् रात्रौ तत्र उद्याने वा तत्र क्षेत्रे वा तत्र गृहे वा क्वचिदपि यतोहि तस्य तु ज्ञानं न वर्तते यदि ज्ञानं न वर्तते चेत् तस्य कृते तत्र वस्तु अपि न वर्तते यतोहि मम ज्ञानं वर्तते चेत् मम कृते तत्र वस्तु वर्तते चेत् ज्ञानभेदः तत्र भवति ऋषीणां यतोहि ज्ञानं वर्तते चेत् तेषां कृते शब्दाः अपि सन्ति अस्मादृशानां ज्ञानं न वर्तते चेत् तत्र शब्दाः न सन्ति अभिव्यक्तौ एव ते जायन्ते अन्येषां कृते उत्पत्तौ जायन्ते एवं भवति भेदः चेत् मत्कृतेऽपि स शब्दः बुद्धिगतो अधुना भवति एवं वक्तुं शक्यते यतो हि व्यवहारः कथं क्रियते एवं भवति न इति घटः उत्पन्नः पुनश्च नष्टः चेत् तेन घटेन तु व्यवहारो न भविष्यति अधुना अत्र तु शब्दस्य कृते तथा व्यवहारो न लक्ष्यते शब्दस्तु पुनः पुनः उच्चार्यते कथम् उच्चार्यते न च निर्मीयते मया यथा घटः निर्मीयते चेदेव तेन व्यवहारः क्रियेत परं तथा तु शब्दे नास्ति शब्दस्तु यदैव आवश्यकता भवति तदैव उच्चार्यते कथं तदुच्चार्यते कुतः सः शब्दः आगतः चेद् उभयत्र भेदः भवति तत् शब्दः नागच्छति स्पष्टतया ध्वनिर्नागच्छति स्फोटात्मकः स्फोटः कः वर्तते चेत् स्फोटरूपेण वैयाकरणे हि उच्यते तदेव तु स्वरूपं वर्तते तदेव नित्य एवं भवति न यत् स्फोटात्मकस्य शब्दस्य किं स्वरूपं वर्तते बुद्धिगतः भवति सः अपि नित्यो वर्तते स्फोटः नित्यो वर्तते परं व्यवहारे स्फोटः नास्ति व्यवहारे इति सांसारिकजनाः यैः शब्दैः व्यवहारं कुर्वन्ति तत्र तेषां कृते स्फोटस्तु अस्ति परं तेषां कृते नास्ति तेषां कृते तु ध्वनिरेव शब्दः उत्पद्यते नश्यति उत्पद्यते नश्यति स्फोटः शब्दः सर्वेषां कृते नास्ति वर्तमाने सत्यपि नास्ति यतोहि तेषां ज्ञानमेव नास्ति कः स्फोटः इति शब्देनैव अर्थात् ध्वनिनैव तेषां व्यवहारः भवति सर्वथापि तत्र चापि रूढिशब्दैरेव तत्र यौगिकपक्षोऽपि नास्ति कश्चित् चतुष्टं लोकतत्त्वतन्त्रहेतुः नहीं, व्याप्ति मत्वात् तु शब्दस्य युगपद उत्पन्नानां शब्दानां नहीं चतुष्टम उपपद्यते, पूर्वं दोषः प्रदर्शितः चतुष्टम नोपपद्यते। यदि शब्दः व्याप्तिमान स्वीक्रियते चेत् चतुष्टम उपपद्यते। यतो हि तस्य आश्रयः आकाशः वर्तते, सः व्यापको वर्तते। यदि आकाशः व्याप्तः चेत् तद्गतः गुणोऽपि व्याप्तः वर्तते, व्याप्त इति व्याप्तिमान वर्तते। अत्र तस्य केवलं लक्षणं जायते, लक्षणमिति तत्र व्यवहारः जायते। तस्य उत्पत्तिस्तु किमुच्येत, अभिव्यक्तिः उच्येत। अत्र अभिव्यक्तिर्भवति, यथा परमात्मनः आत्मनो वा अभिव्यक्तिः हृदये इति योगिभिरुच्यते, यत् हृदये तस्य अभिव्यक्तिर्भवति अथवा उपलब्धिर्भवति। सर्वत्र व्याप्यमानस्य ईश्वरस्य उपलब्धिः अथवा अभिव्यक्तिः हृदये भवति, यतोहि तत्र तत्कृते तस्य दर्शनस्य कृते अनुकूला परिस्थितिर्वर्तते, अन्यत्र सा स्थितिर्नास्ति। तथैव शब्दस्यापि स्थितिर्वर्तते। सर्वत्र व्याप्यमानस्य शब्दस्य केवलं श्रोत्रेन्द्रिये अथवा कर्णेन्द्रिये उपलब्धिर्भवति, नान्यत्र भवति इति। तस्य कृते तत्र अनुकूला स्थितिः वर्तते। अत्र किमस्ति, अस्माकम् अभ्यासः सर्वथापि ध्वनौ वर्तते, यतोहि ध्वनिना एव व्यवहारः कृतः क्रियते चापि। तत्र यः नित्यस्वरूपः स्फोटात्मकः अथवा व्यापकः शब्दः अस्ति, तत्र अस्माकं ध्यानं प्रायेण न गतं न चापि गच्छति। तदेव तत्र उच्यते, अक्षरं नक्षरं विद्यात् अश्नोतेर्वा सरोक्षरम्, एतदेव स्वरूपं तत्रापि उच्यते। स न कदापि क्षीणो भवति, अन्यच्च सर्वत्रापि व्याप्तो वर्तते। अशुङ् व्याप्तो अस्मात् धातो सरन् प्रत्यये सति अक्षरमिति निष्पाद्यते। तत्र अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं तदेव तत्र उच्यते, किन्नाम वाक्यपदीये। अन्यच्च महाभारतेऽपि तदेव उक्तम् उपवर्तते, अनादिनिधनं यस्य नैव आदिर्वर्तते न चापि निधनं वर्तते। यः व्याप्तिमान् भवति, व्यापकः भवति, तत्र एषा एव स्थितिरागच्छति। तथैव दिशां, तथैव कालस्य, एतेषां सर्वेषामपि स्थितिः व्यापकत्वेन वर्तते, शब्दस्यापि सा एव स्थितिः। आकाशः उभयथापि स्वीक्रियते, यथा तत्र वर्तते न, किन्नाम सांख्य प्रक्रियायां वर्तते, वेदांत प्रक्रियायामपि पंचीकरण सिद्धांत उच्यते, अन्यच्च सांख्य प्रक्रियायामपि किन्नाम प्रकृति प्रकृतेर्बहान् महतो अहंकार अहंकारात्मन तन्मात्रा चेत् तत्र उत्पद्यते चेत् प्रलय काले तथैव तत्र निलयं लयं गच्छति चेत् तत्र अनित्यत्वम् अस्ति। एकः आकाशः नित्योऽपि वर्तते, उत्वा अत्रैव व्याख्यातुं शक्यते सर्वेष्वपि पदार्थेषु, यतोहि सर्वेषामपि पदार्थानाम् अवस्थायां द्वैविध्यं वर्तते, एका नित्या स्थितिर्वर्तते अपरा च अनित्या स्थितिर्वर्तते। या किल व्यावहारिकी स्थितिः सा अनित्या स्थितिः अथवा सृष्टिगता स्थितिः, अपरा च प्रकृतिगता स्थितिः सा नित्यगता स्थितिः, परमाणुरूपा सा उच्यते चेत् नित्योऽपि वर्तते अनित्योऽपि वर्तते। नित्यैव तिष्ठति न तत्र, यतोहि तत्र उक्तमस्ति न, महाभाष्येऽपि आगतमासीत्, तदपि नित्यं यस्य तत्त्वं न विहन्यते। तत्र उक्तमस्ति तदपि नित्यम यस्य तत्त्वम न विहन्यते। तत्त्वतस्तु सर्वथा तिष्ठत्येव, तस्य व्यावहारिकी सत्ता केवलम नास्ति अस्माकं पुरतः। अस्माकं पुरतः इति प्रलय काले इति उच्येत, परम तत्र मूल रूपेण तु तत्र तिष्ठत्येव सर्वमपि वस्तु जातम्। वैशेषिकेषु विशेषस्य धर्मस्य कल्पना कृता वर्तते। यदा हि प्रकृतौ प्रकृत्यवस्थायां तिष्ठन्ति सर्वेपि, चेत् तत्र कथं ज्ञानं भवति अयम् आकाशस्य, अयं च पृथिव्याः, अयं च अस्य, अयं च अस्य च, तत्र एकः विशेषः धर्मः तिष्ठति, तेन जायते अयमस्य, अयमस्य, अयमस्य इति, चेत् तत्र नित्यत्वं भविष्यति कारणरूपेण इति वा उच्येत, प्रकृतिरूपेण इति वा उच्येत, तेन रूपेण नित्यता भविष्यति। व्याकरण दृष्ट्या यदि चिन्त्येत, अन्यत्रापि तु वर्तते न, कर्मकाण्डगत योगः, वैदिकः योगः, यस्मिन् यस्मिन् शास्त्रे यथा यथा शब्दैर् योगः क्रियते स स योगः अनुपपन्नो भवति। हाँ, सोपि शास्त्रकृत एव योगः, यतो हि कर्मकाण्डे किन्नाम श्रौत सूत्रेषु उच्यते एतं मन्त्रम् उच्चार्य एतत् कर्म कर्तव्यम् एतेन ऋत्विजा, चेत् कथं स्यात् तत्र विनियोगः, स तु मन्त्रः अस्ति एव न तत्र, यदि उत्पत्ति विनाश धर्म वर्तते चेत्, चेत् स शास्त्रकृत योग न उपपद्यते। सर्वत्रापि शब्देनैव तु व्यवहारः वर्तते, इदं बन्धन्तम कृत्स्नं जायेत भुवनत्रयम्, यदि शब्दाह्वयं ज्योति आसंसारं न दीप्यते, चेत् सर्वत्रापि शब्देनैव प्रकाशः क्रियते, सर्वोपि व्यवहार जातः शब्देनैव सम्पाद्यते, शब्दो नास्ति चेत् न किमपि अस्ति संसारे। कस्य अस्तु अस्तु अस्तु अस्तु अन्य एवमस्ति, नित्यशब्दस्य कस्मिन्नर्थे प्रयोगः दृश्यते, नित्यः नित्यः कः उच्यते, नहीं स्फोटात्मक, स्फोटात्मक इति तु अपरा स्थितिर्वर्तते, नित्यः कः उच्यते, नित्यशब्दस्य कः पदार्थः, सदा वर्तते अर्थात सदा, सदा शब्दस्य कः अर्थः, सदा सर्वदा वर्तते, चेत् एषा व्यवहारोपि सापेक्षो वर्तते, यः सदा व्यवहारः नित्यव्यवहारः तत्रैव दीयते न, नावश्यकं यद् नित्यशब्दः कूटस्थेषु अविचालिषु भावेषु वर्तते, अन्यत्रापि वर्तते, अथवा सिद्धशब्दः अथवा नित्यशब्दः, यथा नित्याद्यौः नित्यमाकाशम्, नित्या पृथ्वी, नित्याः पर्वताः, तत्रापि नित्यशब्दो वर्तते, नित्यं हसति, नित्यं प्रजल्पति, अत्रापि नित्यशब्दो वर्तते, परं सा नित्यता तु न वर्तते, व्यावहारिकी नित्यता वर्तते मद्दृष्ट्या, व्यावहारिकी नित्यता वर्तते। तथैव अत्रापि व्यवहारेऽपि यदा एकदैव शब्दार्थसम्बन्धः केनचित् कस्यचित् ग्राहितः, स च सम्बन्धः तेन आजीवनं निर्वाह्यते, पुनः पुनः न पृच्छ्यते, अयं घटः अस्ति इति केनचित् कदाचित् प्रत्यक्षीकृतः, चेत् आजीवनं न विस्मरति, अयं घटः अस्ति, घटनामकं पदार्थं दृष्ट्वा सर्वथापि तस्य अध्यवसाय जायते, अयं घटः, अयं घटः, अयं घटः, न च पुनः पुनः तत्र प्रश्नः क्रियते अथवा पृच्छा क्रियते, चेत् सम्बन्धः नित्य एव वर्तते, अन्यच्च संसारे भी एवं दृश्यते, संसारे भी एवं दृश्यते, कुछ शब्द कस्मिंश्चित् अर्थ विशेषे तत्र गतः चेतेन रूपेण सर्वदैव तिष्ठति। अन्यच्च किमस्ति तत्र, एकं तु एतद् रूपेण दृश्यते यत् घट शब्देन सह घट पदार्थस्य संबंधः, अपरः संबंधः भवति यत् यतो हि शिक्षा कार्येण उच्यते आत्मा बुद्ध्या समेत्यर्थान्, शब्दस्य स्थितिः अर्थं विना नास्ति। तथैव उच्यते अत्र वाक्यपदीयकारेण प्रक्रिया जगतो यत विवर्तते अर्थभावेन, प्रक्रिया जगतो यत शब्देन विना अर्थस्य स्थितिर्नास्ति, अर्थेन विना शब्दस्य स्थितिर्नास्ति, शब्देन विना अर्थस्यापि स्थिति तथा नास्ति। यदा यदा शब्दः तिष्ठति चेत् नूनं तत्र अर्थोऽपि तिष्ठति, तयोः विना भाव संबंधो नास्ति, अविना भाव संबंधः वर्तते, अर्थेन विना कदाचित् अपि शब्दः न प्राप्येत। अत उच्यते शब्द नित्य शब्दार्थ संबंधे शब्दो नित्यः तस्य अर्थो नित्यः तयोश्च परस्परं यः संबंधः सोऽपि नित्यः। नित्य इति शब्दं विना अर्थो न तिष्ठति, अर्थं विना शब्दो न तिष्ठति कदाचिदपि। तत्र अर्थभेदः स्यात् केनचिदेवमुच्येत, एकस्य शब्दस्य अत्र अपरः अर्थः हरियाणा प्रदेशे, तत्र राजस्थान प्रदेशे अपरो अर्थः, स एव शब्दो वर्तते, तत्र गुजरात प्रदेशे भिन्नो अर्थः इति तु सम्भाव्यते, परं शब्दः कदाचित् अर्थं विना न तिष्ठेत् न प्राप्येत। नित्यमेव अर्थेन सह शब्दः तिष्ठति, शब्देन च अर्थः तिष्ठति, एवं भवति। सिद्धे शब्दार्थ संबंधे इत्यनेन सह नान्यः पन्था विद्यते नाय इत्यस्य कः संबंधः? नान्यः पन्था विद्यते नाय प्रायः जनाः वदन्ति कुत्रापि कश्चित् प्रसङ्गः आगच्छति तत्र अन्यः कश्चित् मार्गः नास्ति तत्र नान्यः पन्था विद्यते नाय इति प्रमाणं दीयते अस्मिन् वेदे वर्तते। तत्र वेदः किं पठितुमिच्छति तद् प्रश्नीयते। एवमत्रापि स्कन्धसमेन सिद्धशब्दार्थ सम्बन्धे अस्तुः यदि ज्ञायते तत्र समानं दीयते सिद्धशब्दार्थ सम्बन्धे। अन्यत् तत्र भाषया तस्य विधा अस्ति स्फुटात्मके शब्दे वर्तते। शब्द भेदः भवेत् परं तस्य यदा व्याप्ति मत्वात् तु शब्दस्य अयम् एषा या व्याप्तिमत्ता उच्यते तत्र स्फोटात्मकेन उच्येत। पाणिनेः शास्त्रं कथं प्रवृत्तम् इति तत्र प्रश्नः, तत्र उत्तरत्वेन दीयते सिद्धे शब्दार्थ सम्बन्धे चेत् एका व्यावहारिकी नित्या वर्तते, स्फोटात्मकेन शब्देन व्यवहारः न भवति, व्यवहारस्तु भवति व्यावहारिक नित्यतया, उभयथापि तत्र उच्यते किन्नाम पाणिनीयतन्त्रे उभयमपि स्वीक्रियते, यतोहि उभयोरपि मध्ये अविनाभावसम्बन्धो वर्तते, स्फोटेन विना अत्र ध्वनिरूपे शब्दे अर्थो न आगच्छेत् कदाचित्, नैव व्यवहारो जायेत। ध्वनिरूपं शब्दं च वर्जयित्वा तस्य प्रतीतिः कथं स्यात् यः स्फोटात्मकः शब्दः वर्तते चेत्? उभयत्रापि नित्यता वर्तते, एकत्र व्यावहारिकी नित्यता वर्तते, अपरत्र च तात्विकी नित्यता वर्तते, नित्यता तु उभयत्रापि वर्तते एव। तत्रापि यदा सिद्ध शब्दस्य व्याख्यानं महाभाष्ये कृतम् अस्ति तत्र वार्तिके अग्रे यथा वृद्धि शब्दस्य तथैव तत्र सिद्ध शब्दस्य अपि व्याख्यानं क्रियते तत्र एवमेव उच्यते सिद्ध शब्दस्य सैव अर्थो न वर्तते अथवा नित्य शब्दस्य सैव अर्थो न वर्तते तेन ज्ञायते तत्र व्यावहारिकी नित्यता अपि स्वीक्रियते व्यावहारिकी अनित्यता वर्तते तत्र सिद्धाद्यौः सिद्धा पृथ्वी सिद्धम् आकाशम् इति व्यावहारिकी नित्यता वर्तते अर्थात अस्माकं ये पूर्वजाः आसन् तेषां कालेपि एते आसन् अधुनापि एते सन्ति अग्रेपि च स्थास्यन्ति नित्यमेव ते तिष्ठन्ति लम्बमाने काले ये तिष्ठन्ति तेषां कृते तथा व्यवहारः दृश्यते तथैव अत्र शब्दगतोपि व्यवहारः अस्ति स्फोटात्मक शब्द वर्तते अंतर्गूढ़ तेन व्यवहार न भवति व्यवहार ध्वनि न भवति ध्वनौ च पुनः पुनः संबंध ग्रहण न कार्यते तेन जायते तत्र शब्दात् संबंध नित्य वर्तते इति हाँ देवताष्वपि व्यवहारः तथैव भवति यथा मनुष्य यतोहि किमस्ति अत्र मनुष्यगतः यः व्यवहारः वर्तते स तु अस्माभिः प्रत्यक्षीकृतो वर्तते अस्माभिः प्रत्यहं सः व्यवहारः क्रियते परं देवतासु यः व्यवहारः स तथा नास्ति अस्माकं कृते चेत् तथा उच्यते वेदगतः व्यवहारः वेदार्थगतः व्यवहारः उन्नच अन्यच दैविकेषु ये दैविकाः अर्थात् आदिदैविकाः अर्थाः सन्ति तत्रापि तथैव एते शब्दाः प्रयुज्यन्ते यथा मनुष्येषु प्रयुज्यन्ते इति नाम मन्त्रेषु तथा व्यवहार लक्ष्यते एव हे इन्द्र माम् अव हे इन्द्र तत्र वर्तते न सुब्रह्मण्यामपि वर्तते स्वाहसुत्यामागच्छ भगवन् यथा अत्र वर्तते तथैव तत्रापि वर्तते तथैव तु व्यवहारः गृहीतः यदि परमार्थतः पश्यामः चेत् वेदादेव एषः व्यवहारः गृहीतः अस्माभिः यथा तत्र वर्तते तथैव अत्रापि वर्तते एवमस्ति किमस्ति इतरेतरोपदेशः अस्तु इतरस्य इतरेण उपदेशः इतरस्य अन्यस्य अन्येन उपदेशः उपदेश इति व्यवहारः उच्चारणम् परस्पर सम्बन्धः इयं प्रकृतिः अयं प्रत्ययः चेत् किमस्ति अत्र यथा इयं माता अयं पुत्रः अयं पिता अयं पुत्रः पुत्रेण पितुः व्यवहारो भवति अन्यच्च पित्रा च पुत्रस्य व्यवहारो भवति प्रकृत्या प्रत्ययः उपदिश्यते प्रत्ययेन च तत्र सापेक्षः सम्बन्धः भवति न तत्र शब्देषु यथा अङ्गप्रत्ययोः प्रकृतिप्रत्ययोः आगमागमिनोः एवम् इतरेतरोपदेशो भवति सापेक्षः सम्बन्धः अस्तु अग्रे चलामः किमस्ति अत्र यदुच्यते चतुष्कुन्नोपपद्यते पुनः अग्रे अस्ति युगपद् उत्पन्नानां वा शब्दानां शब्दानां युगपद् उत्पत्तिः कुत्र भवति शब्दानां तु क्रमशः उत्पत्ति नै एवमस्ति उत्पन्न शब्द अत्र अभिव्यक्तौ वर्तते यदि अभिव्यक्ति पक्षे युगपद उत्पन्नानामिति यदा उत्पन्नानां शब्दानां युगपद उपस्थितिर् लभ्यते चेत् इतरेतरोपदेशः शास्त्रकृतो व्यवहारश्च तत्र भवितुम् अर्हति युगपद उत्पत्तिस्तथा तु न भवति युगपद उत्पत्तिस्तु कस्यापि न भविष्यति एवं तु क्रमेणैव सर्वेषामपि उत्पत्तिर्वर्तते उपलब्धौ अत्र तात्पर्यं वर्तते अभिव्यक्ति यथा शब्दस्य अभिव्यक्ति तदापि तु अभिव्यक्ति अर्थात क्रमेण यो वर्तते अनभिव्यक्त अवस्थायां तु ते सर्वे शब्दाः सन्ति मन्ये, परन्तु यदा तेषाम् अभिव्यक्तिर्भवति चेत् तदा युगपत् कथं भविष्यति? अयुगपदेव अभिव्यक्तिर्भवति, यथा मन्ये अधुना शब्दाः नित्याः सन्ति अनभिव्यक्ताः शब्दाः, यदा वयम् उच्चारयामः तदा क्रमशः उत्पत्तिः भवति वर्णशः वर्णशः अभिव्यक्तिर्भवति। चेदेतत् दोषत्वेन उच्यते अथवा समाधानत्वेन उच्यते? न युगपद युगपद उत्पन्नानाम् इति युगपद उत्पन्नानाम् इति कस्मिन् पक्षे भवेत्? युगपद उत्पन्नानाम् वा शब्दानाम् इतरेतर उपदेशा शास्कृतो योगश्च युगपद उत्पन्नानाम् दोषत्वेन स्यात् अथवा अयुगपद उत्पन्नानाम् दोषत्वेन स्यात्? शास्त्रकृतो योगः अन्यच्च इतरेतरोपदेशः कदा नु उपपद्येत? दोषत्वेन तु पश्चात् विचारयामः, एषा स्थितिः कदा लभ्येत? दोषस्तु उभयथापि वक्तुं शक्यते। तत्र चतुष्टयं नोपपद्यते इति एकः दोषः अथवा एकः आक्षेपः। अन्यच्च किमस्ति, व्यवहारे अथवा शास्त्रे तत्र शब्दानां परस्परं सम्बन्धः दृश्यते, स च सम्बन्धः युगपत् उत्पन्नानां भवति, अत्र च इन्द्रियनित्ये शब्दे तथा न भवति इत्यपि वक्तुं शक्यते। अन्यच्च यदा इतः पश्यामः चेत् यतोहि एते शब्दाः सर्वेपि अयुगपत् उत्पन्नाः सन्ति, अतः शास्त्रकृतो योगः अन्यच्च इतरेतरोपदेशः नोपपद्यते इत्यपि वक्तुं शक्यते। चेत् कथञ्चिदपि स्यात्, युगपद् उत्पन्नानामिति वा अयुगपद् उत्पन्नानामिति वा, तस्य समाधानत्वेन व्याप्तिमत्वात् इति दीयते। व्याप्तिमत्वात् इति दीयते। अन्यच्च स च यः शब्दार्थसम्बन्धः अथवा इतरेतरोपदेशः अथवा शास्त्रे यः सम्बन्धः वर्तते स च किन्नाम आर्षपरम्परया एव लभ्येत, स तथा ग्राह्यते, यथा ग्राह्यते तथैव अस्माभिर्गृह्यते इति। नहीं, भेदस्तु वर्तते, केवलं व्याख्याने भेदः वर्तते। एवमुच्यत, एकः दोषः चतुष्टयं नोपपद्यते इति, अपरो दोषः चतुष्टयं कदा उपपद्येत, अस्तु एवं चार्येत, चतुष्टयं कदा उपपद्येत, यदा सह स्थितिर्भवति, एके एते सन्ति, एके एते सन्ति, एके एते सन्ति, एके एते सन्ति, एतत् तदैव वक्तुं शक्यते यदा चतुर्णामपि सह स्थितिर्वर्तते, तदैव वक्तुं शक्यते। अत्र च सह स्थितिर्नास्ति यतोहि केवलम् इन्द्रिये एव नित्यता नित्यमुपलब्धिर्वर्तते तस्य तु वर्णस्य, तथैव अत्रापि चतुष्टयो व्यवहारश्च अस्माभिः लक्ष्यते अन्यच्च इष्यते स च न उपपद्यते। अन्यच्च किमस्ति, शब्दानाम् इतरेतरोपदेशोऽपि लक्ष्यते, लभ्यते, क्रियते च। अन्यच्च शास्त्रकृतो योगः सम्बन्धः अपि क्रियते, स च शास्त्रकृतो योगः इतरेतरोपदेशश्च युगपद् उत्पन्नानामेव भवति, इन्द्रियनित्ये च शब्दे स न उपपद्यते इति वक्तुं शक्यते। उत्वा यतोहि शब्दः इन्द्रियनित्यो वर्तते अतः अयुगपद् उत्पन्नो वर्तते, यतोहि अयुगपद् उत्पन्नो वर्तते अतः इतरेतरोपदेशः अन्यच्च शास्त्रकृतो योगः नोपपद्यते इति उभयथापि व्याख्यातुं शक्यते। चेत् अत्र येन आक्षेपः कृतः ध्वनि रूपम मन्य ध्वनि समाधान यदि ज्ञान रूपे शब्द वर्तते हाँ कूटस्थ अथवा वैयाकरण स्फुटात्मक उच्यते एवं तत्र वक्तुं शक्यते वैयाकरणानां यः स्फोट रूपात्मा शब्दो वर्तते स एकः वर्तते अभेदः वर्तते अलिङ्गः वर्तते असंख्यो वर्तते अव्यंग्यो नहीं व्यंग्यस्तु अस्ति तस्य ध्वनिः व्यंजको भवति लिंगम वचनानि उत्वा भेदाः एतत् सर्वमपि व्यवहार जातं ध्वनौ भवति स्फोटे नास्ति स्फोटस्तु ईश्वर इव वर्तते वक्तुं शक्यते एतेषां शब्दानामपि यः तत्र किन्नाम परापश्यन्ति मध्यमा वैखरी इति रूपेणापि व्यवहारः क्रियते चेत् अस्य ध्वनिरपि तु सर्वात्मिका स्थितिर्वर्तते केवलं कर्णे एव न वर्तते कर्णे उत्वा जिह्वायां तु केवलं ये लौकिकाः जनाः अथवा प्राकृताः जनाः सन्ति तेषां कृते वर्तेत अन्यत्र यथा तत्र उच्यते गुहा त्रीणि तानेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति चेत् यानि त्रीणि चरणानि वर्तन्ते वाचः तानि योगिनां कृते तु सन्ति ये प्राकृताः जनाः सन्ति तेषां कृते केवलं तस्याः तुरीयं चरणं वर्तते तुरीयमिति केवलं वैखरी रूपम् उत्वा उच्येत किन्नाम इन्द्रिये यत् लभ्यते अलम् तस्मात् परं तस्य स्थितिर्नास्ति शब्दस्य परं तेषां कृते तु वर्तते अन्ये ये सन्ति योगिनः अथवा ऋषयः सन्ति तेषां कृते तु अस्ति एव यथा घटस्य ज्ञानं मनसि वर्तते आत्मनि घटस्य ज्ञानं अधुना तस्य ज्ञानस्य अभिव्यक्तिः कार्यरूपेण यदा घटस्य निर्माणं भवति चेत् घटस्य ज्ञानम् आत्मनि वर्तते उत्वा यः कश्चिदपि ज्ञानाधारः वर्तते तत्र वर्तते तत्र केन रूपेण वर्तते घटः पूर्वं तेन दृष्टं न वा दृष्टं श्रुतं न वा श्रुतं घटशब्दः श्रुतः न वा श्रुतः ज्ञानं वर्तते यादृशं घटं भवति अर्थात् सैद्धान्तिकः बोधः तस्य वर्तते एवम् उच्यते वा पुस्तकेषु घटविषये पठितं तेन उत्वा ज्येष्ठेभ्यः श्रुतम् अस्तु घटपदार्थः न दृष्टः कदाचित् ज्ञानं वर्तते परं व्यावहारिकी सत्ता तस्य नास्ति एवम् उच्यते घटः घटपदार्थः न दृष्टः न व्यवहृतः कदाचित् किमस्ति अधुना घटस्य निर्माणं करोति सः कुडालः चेत् अधुना तस्य यत् ज्ञानम् आसीत् तत् अभिव्यक्तम् अभूत् तथैव शब्दस्य ज्ञानं मनसि वर्तते तद् यदा वाचा उच्चार्यते चेत् स अभिव्यक्तः शब्दः एवं वक्तुम् इच्छति उत वा किञ्चित् ज्ञानं कुतः केन रूपेण आगतं तदेव तु स्पष्टं नास्ति अभिव्यक्ति द्विधा अस्ति यथा अत्र पुस्तकानि सन्ति विद्युत् ज्वाल्यते चेत् अत्र पुस्तकानां प्रकाशो भवति चेत् एषा एका अभिव्यक्ति अपरा च ज्ञाने वर्तते सा यथा ईश्वरस्य ज्ञाने सृष्टिरचना वर्तते स यदा सृष्टिं करोति चेत् तस्य अभिव्यक्तिर्भवति ज्ञानस्य ईश्वरस्य ज्ञानस्य यदा सृष्टौ अभिव्यक्तिर्भवति एका तु तादृशी अभिव्यक्ति वर्तते ज्ञानस्य अभिव्यक्ति कार्येण भवति अपरा च उभयोः अभिव्यक्तयोः को भेदः अत्र केवलं व्यावहारिकी सत्ता उच्यते मनुष्याणां कृते पुस्तकानि पूर्वं सन्ति प्रकाशेन तेषां द्योतनं कृतं पूर्वतः वर्तमानानामेव पुस्तकानां परमात्मनः ज्ञाने सृष्टिरस्ति न वा अस्ति पूर्वं तस्य अभिव्यक्तिः जाता तस्य संकल्पेन एवमुच्येत ईक्ष्णेन वा चेत् तत्र केवलं सूक्ष्मास्थिति उच्यते अत्र च स्थूलास्तुति स्थितिरुच्यते उत्वा एतद् उदाहरणं स्यात् तस्य कृते एवं वक्तुं शक्यते एवं तु न वक्तुं पार्यते यत् शब्दाः सर्वत्र व्याप्ताः सन्ति अधुना अस्माभिः वाचा उच्चार्यते चेत् ते एव शब्दाः स्तूयन्ते न यदि ज्ञानेन संबंध न स्यात् चेत् उच्चारणम् न स्यात्। ज्ञानेन ज्ञानेन अपेक्षते अन्यचे तत्र आकाशेनापि अपेक्षते संबंध ध्वने संबंध तत्र वर्तते। आकाशस्य शब्दः गुणः वर्तते परन्तु यथा पृथिव्या गुणः गन्धो अस्ति न तथा आकाशस्य गुणः शब्दः केवलं आकाशे शब्दः स्थितो भवति आकाश माध्यमेन तस्य गतिर्भवति अतैव स आकाशस्य गुणः उच्यते। नहीं तथा तत्र तो आगतम न्याय न्याय दर्शनम यद वर्तते नैयायिका ये सन्ति ते किल स्थूल पदार्थवादी न सन्ति यद दृश्यते तत्र तैः विचार्यते एव अस्ति परम यतो हि इतः ते चलन्ति यद दृश्यते ततः सूक्ष्मं प्रति अधुना चलन्ति चेद् यद दृश्यते तत्र तैः विचार्यते नैयायिकैः परम केवलम शब्दस्य एषा एव स्थिति न वर्तते यत् यः शब्दः अथवा ध्वनिः अस्माकं उच्चार्यते सः आकाशे स्वरूपं लभते स्थितिं लभते अतैव तस्य गुणः इति उच्यते। प्रायेण एतदेव उच्यते परम एका अस्य शब्दस्य स्थितिः तैः किन्नाम भगवदत्त महोदयैरपि उच्यते एका स्थिति तस्य दिव्या वर्तते शब्दस्य एषा स्थिति तु मानुषी स्थिति वर्तते यः शब्दः अस्माभिरुच्चार्यते श्रोत्रा च श्रूयते चेत् तयोर्मध्ये यदा शब्दः आसीत् क्व आसीत् आकाशे आसीत् वायुना नीयमाना स्थिति सा वर्तते यथा वक्त्रा उच्चार्यते श्रोत्रा च श्रूयते उभयोरपि मध्ये कदाचित् स शब्दस्तु स्यात् न यतोहि तत्र किञ्चित्तु कालव्यवधानं वर्तते एव उभयोरपि मध्ये चेत् तदा शब्दः क्व आसीत् चेत् तेन रूपेण आकाशस्य गुणः भवति इति उच्यते न तेनैव रूपेण भवति न यतोहि आकाशे तिष्ठति अन्यत्र तु न तिष्ठति यतोहि पृथिव्या तु तत्र व्यवधानं क्रियते मध्ये यदि भित्तिर्भवति चेत् शब्दः तत्र न गच्छति आकाशात् रिक्तता भवति चेत् शब्दः गच्छति अन्यच्च किमस्ति वायुः तस्य सहायको भवति यदि वायुर्न स्यात् चेदपि शब्दः वक्तुः श्रोत्रस्य पार्श्वे न गच्छेत् तत्र गच्छति अस्तु चेत् आकाश अन्यच्च वायुः साधनं भवति अथवा वाहनं भवति अन्यच्च आकाशः तस्य आधारो भवति यथा गुणगुणिनो सम्बन्धः आधाराधेय रूपेण भवति तथैव आकाशशब्दयोः स्थितिर्भवति एषा स्थितिर्वर्तते व्यावहारिकी स्थूला स्थितिः सर्वथापि यतोहि एतद् विचार्यते अस्माभिः व्यवहारं दृष्ट्वा इतः विचार्यते यदि ततः विचार्येत मूलतः कुतोऽयं शब्दः आगतः तत्र वर्तते वेद विद्या निदर्शनम् इत्यादिषु तत्र उच्यते तैः एका अस्यैव शब्दस्य दिव्या स्थितिर्वर्तते तत्र तत्र विचार्यते तैः कथं नु वेदाः आगताः वेदमन्त्राः प्राप्ताः आदौ एवमेव शब्दाः भवन्ति स्म इति सा दिव्या स्थितिः तैः स्वीकृता वर्तते नित्यमेव तत्र शब्दः तिष्ठति अजनयन्तदेव तत्र कृतवन्त एव परन्तु एतत्तु सम्यक्तया सिद्धान्तिकं नास्ति यत् एवम् अस्य मन्त्रस्य अयमेव विचारः प्रकटितः एवमस्ति न सिद्धान्तः सिद्धान्तस्य स्वरूपं तु मम उत्वा कस्यचिदपि जनस्य यदा यावत् बुद्धिगाम्भीर्यं भवति तावदेव सिद्धान्तस्यापि गाम्भीर्यं भवति तावत्येव सिद्धान्तस्य अवगतिरपि भवति एषा स्थितिर्वर्तते अधुना मम स्थितिः का वर्तते केवलं स्थूले जगति अहं भ्रमामि चेत् स्थूलस्यैव जगतः मम परिचयो जायते यदा च अहं तत्र गभीरे उत्वा गह्वरे गच्छामि चेत् तदा तत्र तस्यापि बोधो जायते शनैः शनैः जायते तत्कृते संकेता लभ्येरन् उत्वा तथा मम आत्मनि वा बुद्धौ वा तथा ईश्वरेण सन्देशाः दीयेरन् चेत् तत्र गतिर्भवति मम मदीया यतोहि तैः संकेताः तत्र कृता वर्तन्ते उत्वा दैवीं वाचम् अजनयन्ते देवा इत्यादयः संकेताः सन्ति एव वेदेऽपि चेत् केवलं शब्दस्य एषा एव स्थितिर्न वर्तते। ऐसा तो व्यावहारिक की स्थिति निर्भर करते हैं। तो व्यावहारिक स्थिति है वो तो नैयायिकेषु तो तथा नास्ति ना। नैयायिकेषु तो केवलम वक्तरी अथवा श्रोतरी यह शब्द अलम तत्रैव विचारः वर्तते। नित्यता तो तत्र न वर्तते। नैयायिकेषु नित्यता न वर्तते चेत् तत्र सर्वथापि ध्वनिरेव वर्तते शब्दः। हाँ ध्वनिरेव शब्द वर्तते अत्र तथा नास्ति। अत्र तु तत्तु स्वरूपं वर्तते एव यतो हि वैयाकरणानां उत्वा नैरुक्तानां तदपि क्षेत्रं वर्तते एव शब्द प्रयोगः यत्र भवति। अन्यच्च दार्शनिकमपि क्षेत्रम् एतेषां वर्तते उत्वा यत्र क्वचिदपि शब्दस्य व्यवहारो वर्तते तदेव क्षेत्रं वैयाकरणानां नैरुक्तानां वा वर्तते। परंतु अत्र यः विचारः प्रचलति अस्मिन् प्रसंगे व्याप्तिमत्वात् शब्दस्य अत्र तु यः व्यावहारिकः शब्दः वर्तते तस्मिन् विषये विचारः नहीं तत्र केवलं तत्रैव न स्यात् यतो हि व्याप्तिमत्तास्य कस्य कथं स्यात् अणीयस्त्वात् तु उच्येत यतो हि व्यवहारे अणीयस्ता अनेन लभ्यते शब्देनैव भवति परं व्याप्तिमत्ता इति कथम् उच्येत। व्याप्तिमत्ता ध्वने कथम भवेत् ध्वनेस्तु तदैव भवितुमर्हति यदा दिव्य वाक् स्वीक्रियेत। सृष्ट्यादौ एव इति तु न वक्तुं शक्यते अधुना न लभ्यते अस्माकं सामर्थ्यं नास्ति तदा सामर्थ्यम् आसीत् तद् तैः लब्धम् तत्तु अस्ति कल्पना तु तावत् भवति यतो हि अधुना सिद्धं नास्ति अस्माकं दृष्टौ परं यतो हि तैः उच्यते चेत् तस्य स्वरूपं स्वरूप ज्ञाने अस्माभिः प्रयत्नः कर्तव्यः। शब्देन संज्ञाकरणं व्यवहारार्थं लोके यदुच्यते तेन ज्ञायते यद् अत्र ध्वनिविषयकः यः शब्दो वर्तते ध्वनो यः शब्दशब्दो प्रयुज्यते तस्मिन् विषये एव विचारः वर्तते। तत्र हेतुर्दीयते अणीयस्त्वाच्च लघीयान् वर्तते व्याप्तिमत्वात् इत्यस्य यत् ब्रह्ममुनिना यद् व्याख्यानं कृतमस्ति परमात्मनि यतो हि सर्वव्यापकः परमात्मा वर्तते तस्मिंश्च सर्वमपि ज्ञानं तिष्ठति यदि ज्ञानं तिष्ठति चेत् तस्मिन् शब्दविषयकमपि यद् ज्ञानं वर्तते सर्वं तिष्ठति चेत् तस्मात् कारणात् तस्य परमात्मनः व्यापकत्वात् तस्मिन् स्थिता ये शब्दाः सन्ति तेऽपि सर्वे व्याप्ताः सन्ति तथा कृत्वा तस्य व्याख्यानं चेत् एतत् स्वरूपम् अवगतं वा अस्माभिः यतो हि ईश्वरः व्यापको वर्तते तद्गतं ज्ञानम् अपि व्यापकं भविष्यति तत्कृते ये शब्दाः सन्ति तेऽपि व्यापकाः भविष्यन्ति अर्थात् येषां शब्दानां यस्य ज्ञानस्य ईश्वरेण सह साक्षात् सम्बन्धो वर्तते तत्सर्वमपि व्यापकम् अस्ति इति अवगतं वा। एतद् वर्तते न यतोहि ईश्वरस्य स्वरूपं तथा बोधितम् अस्ति मन्ये अधुना तथा अनुभूतिस्तु न स्यात् शाब्दिकं ज्ञानमस्ति केवलम् आप्तोपदेशात् एवं चेत् यतोहि आप्तैः उच्यते अतः तथा च तथैव आकाशविषयेपि अधुना किन्नाम स्वीकर्तुं शक्यते अस्माभिः ईश्वरः व्यापकः अस्ति इति कथं जायते। ईश्वरः व्यापकः अस्ति इति अस्माभिः स्वीकृतम् चेत् आकाशः व्याप्तो नास्ति इति कथं वक्तुं शक्यते। अस्तु आकाशः व्याप्तः नास्ति इति स्वीकृतिर्वर्तते न आकाशः व्याप्तः अस्ति न वा अस्ति व्यापकः उच्यते यथा ईश्वरः व्यापकः तथैव आकाशोऽपि व्यापकः तथा न व्यापकः अस्तु आकाशः वस्तुनः स्थानं ददाति स्थानं ददाति चेत् यस्मिन् स्थाने तद् वस्तु वर्तते तस्मिन् स्थाने तु आकाश नास्ति तथा कृत्वा व्यापक नास्ति आकाश परन्तु सर्वेभ्य वस्तुभ्य स्थानं तस्मात् स व्यापक येन वस्तुना आकाश गृहीतः तस्मिन् वस्तुनि आकाशः नास्ति चेदधुना विशिष्टं व्याख्यानं विहितम् आकाशः नास्ति इति तु तथा सर्वथा तु वक्तुं न शक्यते यतो हि परमाणुरूपेणापि आकाशः स्वीकृतः वर्तते यदि एकस्मिन् परमाणु अपि यदि आकाशः वर्तते चेत् तत्रापि परमाणुः स्थितिरेव नास्ति पुनः आकाशः एव अस्ति एकं तस्य सत्ता कथं कृतं भविष्यति चेत् तस्य यदि वस्तुना आकाशात् अन्यस्यापि कस्यचित् वस्तुना यदि स्वीकारः क्रियते तर्हि तु तस्य वस्तुनः स्वकीयापि स्थिति अवमन्तव्या भविष्यति चेत् तस्य वस्तुनः अन्तरे अपि यदि आकाशः एव वर्तते चेत् तु पुनः आकाशः एव सर्वम् अभूत् तस्य वस्तुना का स्थितिः जाता तस्मात् कारणात् पृथिवी वर्तते यदा चेत् पृथिव्याः अन्तरे आकाशो न स्यात् यदि तस्य अन्तरे आकाशो अस्ति चेत् पुनः पृथिवी का वर्तते केन रूपेण वर्तते इति वक्तुं न का वर्तते वर्तते एव न यतोहि आकाश एव तु सर्वं वर्तते एकं संघटनं पृथ्वी इति उच्यते न संघटनं चेत् कस्य संघटनं आकाशस्य एव संघटनं नै तत्र पृथ्वी यद् दृश्यते अस्माभिः किं स्थूलं स्वरूपं यद् दृश्यते मन्ये नै यथा तत्र एका प्रक्रिया चिन्तिता वर्तते केचन तत्र किन्नाम तन्मात्राणि भवन्ति उत्वा तन्मात्राणि इति पृथक् तिष्ठेत् परमाणवः भवन्ति अणवः भवन्ति तेषां ते च भिन्ना भिन्नाः सन्ति पञ्चमहाभूतानां चेत् एकादृशानाम् एव परमाणूनां सङ्घटनं पृथ्वी इति वक्तुं न शक्यते सर्वेषामपि न्यूनाधिकरूपेण सा तत्र प्रक्रिया वर्तते पञ्चीकरणसिद्धान्त इति वा अन्येन वा केनचित् चेत् सा पृथ्वी इति उच्यते आकाशात् पृथक् तु कस्यचित् सत्ता स्वीकृता चेत् आकाशः सर्वत्रैव व्यापको अस्ति तत्र मन्ये मते भेदः वर्तते स्वीकृतौ भेदः वर्तते यतोहि एकः आकाशः रिक्तत्वेन स्वीक्रियते अस्माभिः यत्र स्थूलं वस्तु वर्तते तस्मात् स्थानात् यद् रिक्तं स्थानं वर्तते स आकाश इति एकम् एतत् आकाशम् इति उच्यते परम् एकं तदपि आकाशं स्वीक्रियते यत् किल वस्तूनां निर्माणे अथवा सङ्घटने सहयोगी भवति तत्र कस्मिंश्चित् वस्तुनि तस्य सहयोगः वर्तते अथवा तत्र अवयवत्वेन उपस्थितिर्वर्तते यथा तत्र उच्यते किन्नाम प्रकृति प्रकृतिर्महान् महतो अहंकार अहंकारात् तत्र स्वीक्रियन्ते तत्र ततः स्थूलभूतत्वं तत्र अग्रे स्वीक्रियते चेत् तथात्मनापि आकाशः स्वीकृतो वर्तते अस्माकं दार्शनिकैः अन्य च एतदात्मकेनापि आकाशः स्वीक्रियते व्यापकत्वेनापि आकाशः स्वीक्रियते अस्तु केनचिदपि रूपेण स्यात् मन्ये अयं रिक्तत्वेन स्वीक्रियते अस्तु तत्र शब्दः कस्य गुणः साङ्ख्यप्रियायां प्रक्रियायां तु तस्यापि किन्नाम अव्यवाः अत्र सन्ति आकाशस्यापि अव्यवाः यथा पृथिव्याः परमाणवः सन्ति तथैव आकाशस्यापि वर्तन्ते चेत् एतस्मात् तु भिन्नम् आकाशं तत् स्यात् न यः रिक्तात्मकत्वेन स्वीक्रियते तस्मात् तु भिन्नमेव स्यात् अस्तु तच्च नित्यं वर्तते आकाशं यत् कारणरूपं वर्तते उभयमपि नित्यं वर्तते तत्तदा कारणात्मकत्वेन नित्यं वर्तते अन्य च कार्यात्मतया तत्र अनित्यता वर्तते यः तत्र स्वीक्रियते किन्नाम साङ्ख्येषु अयम् अपि तथा वर्तते अयं तु कथं नित्यः वर्तेत यतोहि प्रलय काले यद विचार्यते यत सर्वत्रापि परमाणुभि पूर्णता भवति चेत तत्र आकाशो नास्ति, आकाश इति रिक्ति स्थानम नास्ति, सर्वमपि व्याप्तम अधुना यदा एतेषां संघटनं भवति चेत् रिक्ति स्थानम जायते चेत् आकाशस्य उत्पत्तिर् जाता इति चेत् उभयस्यापि नित्यत्वम् अनित्यत्वम् इति वक्तुं शक्यते। अधुना तो सृष्टिकाले तस्य अनित्यता वर्तते, कारणात्मना तस्य नित्यता वर्तते इति वक्तुं शक्यते चेत् तत्रापि शब्दः अस्ति। अग्रे उच्यते अनीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके केषां मनुष्यवत् देवता विधानं। लोके इत्येतावद् उद्वाक्यं स्यात्। लोके चेत् अन्यापि अग्रे उच्यते पुरुषविद्या नित्यत्वात् कर्मसम्पत्तिर्मन्त्रवेदे एतद् वाक्यद्वयस्य अत्र कः प्रसङ्गो अस्ति, किमर्थम् एतद् अत्र किम् अभिप्रेत्य उच्यते, यतोहि अत्र तु शब्दविषयकः विचारः चलति। हाँ, शब्द विषय कह विचार चलते, शब्द से का नाम आवश्यकता वर्तते, ये तो ही शब्द से उपरी अग्रे विचारिष्यते, शब्दाः संकलिताः विदेभ्यः तेषाम् अर्थेषु वा तेषाम् प्रकरणेषु प्रसंगेषु वा विचारः करिष्यते। शब्द से आवश्यकता का वर्तते, अपि वा शब्देन विना व्यवहारो न भवितुमर्हति, चेदत्र उच्यते व्यवहारस्तु भवितुमर्हति, परं यथा शब्देन व्यवहारो भविष्यति तथा अन्येन प्रकारेण न स्यात्। अणियान् वर्तते अयं व्यवहारः शब्देन क्रियते, तस्य तु अभूत् न, व्याप्तिमत्वात् इत्यत्र अभूत्, भविष्यति अग्रे तत्र विरामाणां प्रयोगः प्रायेण न क्रियते। शब्दस्य इति शब्दस्य अग्रे किञ्चित् भवेत्। षड्भाव विकारा भवन्तीति वार्ष्यायणि, अत्र भावशब्दस्य प्रयोगः क्रियते, भावः सत्ता अपि उच्यते तस्य भावस्त्वतलौ, भावः क्रिया अपि उच्यते भावकर्मणो द्वातयोरेव कृत्यक्तकलर्था नै किन्नामः लकर्मणि च भावे चाकर्मकेभ्यः, भावः द्रव्यमपि उच्यते भवतीति भावः, भवति उत्पद्यते जायते सौ भावः, मूर्तं पदार्थः यः भवति मूर्तः पदार्थः सापि भावशब्देन उच्यते। कस्यचिदपि अत्र ग्रहणं कर्तुं शक्यते, सर्वत्रापि एषा घटना घटते, सर्वत्रापि या घटना अत्र चर्च्यते अग्रिमे प्रसंगे सा सर्वत्रापि घटते। भावस्य विकारा भाव विकारा ते च षड् भवन्ति इति वार्ष्यायणी, इति वार्ष्यायणीर आचार्यर आचार्य मन्यते, जायते कस्यचित् वस्तुनः उत्वा भावस्य उत्पद्यमाना स्थितिर् भवति, ततः अस्ति अस्तित्वं लभते। तत्र नैयायिकाः ये सन्ति तेषां कृते किमस्ति, प्रथमे क्षणे द्रव्य पदार्थः अगुणः तिष्ठति, अरूपः तिष्ठति, द्वितीयक्षणे तत्र रूपम् आगच्छति, गुणाः आगच्छन्ति, तस्य व्यावहारिकसत्ता तु नास्ति, व्यावहारिकसत्ता तु तदैव भवेत् न, यदि गुणैः व्यवहारः भवति रूपेण व्यवहारः भवति सर्वथापि, परं तथा मन्यते पश्चादागच्छन्ति यतोहि द्रव्यं पृथक्। अत्र एका जायमाना स्थिति, अपरा सत्ता यदा तस्य भवति अस्तित्वं यदा आगच्छति अस्ति इति उच्यते, विपरिणामः विपरिणामते स्वरूपात् अप्रच्युतः सन्, स्वरूपात् तस्य प्रच्युतिर्नास्ति, परं तत्र अग्रिमस्य सज्जा जायते, अग्रिमः यः अग्रिमाया स्थितिर्वर्तते तस्य कृते तस्याः कृते सज्जा जायते च स उच्यते परिणामयति विपरिणामः विपरिणमते ततो वर्धते ततो पक्षीयते ततो विनश्यति इति एवं कस्यचिदपि भावस्य एते षड् विकाराः भवन्ति। अग्रे एतेषु विचारः क्रियते यदा जायते इति उच्यते जायते इति पूर्वं पूर्वभावस्य आदिमाचष्टे भावस्य पूर्वम अर्थात आदिमाचष्टे भावस्य पूर्वम अर्थात पूर्वावस्थाम अथवा आदिमाचष्टे पूर्वम इति आदिम न पर भावमाचष्टे न प्रतिषेधति अपर भावस्य विषये न किमपि कथयति। पूर्वम भावस्य पूर्वम अर्थात आदिमाचष्टे भावस्य कस्यचित् आदिम उत्वा पूर्वम आचष्टे कथयति अपर भावस्य विषये न किमपि कथयति न च प्रतिषेधं करोति अपरेण भावेन सह अस्य संबंधः नास्ति प्रतिषेधति। अस्ति इति उत्पन्नस्य सत्वस्य अवधारणम् यः उत्पन्नः पदार्थः वर्तते सत्वं वर्तते तस्य अवधारणम् स्थिति क्वचित् विपरिणाम विपरिणमत इति इत्यनेन किम् उच्यते इति अप्रत्यवमानस्य तत्वात् यस्मिन् तत्वं न विद्यते विहन्यते तत्वात् अप्रत्यवमानस्य तत्वात् असौ न प्रच्युतः तादृशं विकारम् आचष्टे इति अप्रत्यवमानस्य तत्वात् विकारम् वर्धत इति यदा वर्धते इति उच्यते चेत् वर्धनक्रिया अनेक रूपा भवति यथा स्वांगाभ्युच्चयम् शरीरस्य स्वांगानि वर्धन्ते यदा अस्माभिः पौष्टिका पदार्था भुज्यन्ते व्यायाम क्रियते अथवा अन्य आहार विहार तादृश क्रियते चेत् स्वांगानाम् अभ्युच्चयो भवति तत्र वृद्धिर्जायते चेत् एषापि वृद्धिरिति उच्यते। संयोगिकानां वा अर्थानां ये संयोगिकाः अर्थाः भवन्ति एका शरीरस्य वृद्धि अपरा वृद्धिर्भवति यथा पूर्वं मम पार्श्वे किन्नाम गृहं नासीत् अधुना गृहं जातम् पूर्वं धनं नासीत् अधुना धनं जातम् गावः नासन् गावः जाताः चेत् एते पदार्थाः वर्धन्ते एतेषामपि वृद्धि मदीया वृद्धिरिति उच्यते तदेव उच्यते वर्धते विजयेन इति वा वर्धते शरीरेण इति वा शरीरेणापि वृद्धिर्जायते अन्य च विजयेनापि वृद्धिर्जायते। कश्चित् राजा यदा परं जयति चेत् तस्य धनम् अत्र आगच्छति इति सापि वृद्धिरिति उच्यते। तत्रापि संयोगों की वृद्धिर्जायते तत्रापि और सर्वत्रापि व्यावहारिकी सत्ता सर्वथापि वर्तते। एवं न उच्येत यदा गोधूमकणस्य वृद्धिर्जायते केनचित् खाददानेन जलदानेन तत्र स्वांगाभ्युच्चय उच्येत मन्ये कस्मिंश्चित् शरीरे यदा वृद्धिर्जायते तदा उच्येत सा वृद्धिस्तु तथा उच्येत यथा मन्ये जनसम्मर्दः वर्धते चेत् सा समाजस्य वृद्धिः वक्तुं शक्यते कस्यचित् जनस्य तु वृद्धिर्न वक्तुं शक्यते राशेर्वृद्धिर्वर्तते तत्र गोधूम राशौ यदा अन्यः गोधूम पात्यते चेत् वर्धते शरीरेण इति वा इति चकार चार्थे वर्धते विजयेन इति च वर्धते शरीरेण इति च अपक्षीयत इति एतेनैव व्याख्यातः प्रतिलोमम् एतेन इति वर्धनेन वर्धते क्रियया एव अपक्षीयते क्रिया व्याख्याता यथा शरीरस्य अपक्षयो भवति रोगादिना तथैव पराजयेन पराजयेन अपक्षयो भवति कदाचित् धनस्य क्षयः कदाचित् राज्यस्य क्षयः चेत सर्वोपि अपक्षय इति उच्यते अपक्षीयते इति व्याख्यातः प्रतिलोभम विरोधेन विनश्यति इति अपर भावस्य आदिमाचष्टे। यदा कस्यचित् वस्तुनः विनाशः इति उच्यते यथा दुग्धस्य विनाशः उच्यते चेत् दुग्धस्य विनाशः दधिनः भावः दधनः भाव एव दुग्धस्य विनाशः। एषा एव स्थितिस्तु सर्वत्रापि चलति जगति। यदा कस्यचित् वस्तुनः वर्तमानस्य वस्तुनः विनाशः इति उच्यते चेत् अपरं वस्तु ततः उत्पद्यमानं भवति तथा सर्वत्रापि एषा एव विनाशः इति उच्यते चेत् अपरभावस्य आदिम् अपरभावस्य आदिरेव पूर्वभावस्य विनाशः इति व्यवहारे जायते। किमस्ति ओम शब्द अनित्य वर्तते का शब्द न्यायपक्षे शब्द अनित्य वर्तते यत् धर्मकः शब्द अनित्य शब्द नित्य अनित्य अनित्य हाँ शब्दस्य विषये भिन्ना स्थितिर्वर्तते। शब्दः तथा न वर्तते यथा अन्य पदार्थाः सन्ति तथा तत्र शब्दः वर्णात्मकः ध्वन्यात्मकः इति शब्दस्य सा स्थितिर्न वर्तते यतोहि तत्र एवं तु वक्तुं शक्यते यथा शब्दः वक्तुः मुखात् श्रोत्रीकरणं यावत् कथं गच्छति तत्र शब्दान्तरेण उच्यते वीचीतरङ्गन्यायः वीचीतरङ्गन्यायः उच्यते वीचीतरङ्गन्यायः स उच्यते अथवा अपरः एकः न्यायः वर्तते कुड्मलकोरकन्यायः कदम्बपुष्पन्यायः इति न्यायः वर्तन्ते। वीचीतरङ्गन्यायः तथा भवति यथा किञ्चित् स्थिरं जलं वर्तते तडागे स्थिरं गतिरहितं सर्वथापि वर्तते चेत् तत्र तस्य मध्ये मन्ये लोष्टक्षेपः क्रियते लोष्टः क्षिप्यते यदा लोष्टः क्षिप्यते तेन तत्र जले गतिरायाति तरङ्गा उत्पद्यन्ते चेत् तत्र स एव तरङ्गः तटं यावद् गच्छति अथवा अन्यः तरङ्गः गच्छति यतोहि मध्ये यदा लोष्टः क्षिप्तः चेत् तेन यः तरङ्गः उत्पादितः तस्मात् अन्यः उत्पन्नः तस्मादन्यः तस्मादन्यः तस्मादन्यः तस्मादन्यः तत्र च यत्र लोष्टः क्षिप्यते तत्र तु अतीव उग्रः तरङ्गः दृश्यते तटे तथा नास्ति तटे तु मन्दत्वं गच्छति अन्येव तथैव शब्दविषयेऽपि वर्तते वक्तुः समक्षं ये जनाः तिष्ठन्ति तेषां कृते तु ध्वनि उच्चता भवति अन्यच्च मध्ये तिष्ठन्ति चेत् मन्दता भवति पृष्ठतः तिष्ठन्ति चेत् तेषां कृते तस्य मन्दता अथवा अतिवाल्पता जायते चेत् तत्र तु तद् वक्तुं शक्यते परं सामान्य तु वक्तुं न शक्यते शब्दविषये भिन्ना स्थितिर्वर्तते। विनश्यति इति अपरभावस्य आदिमाचष्टे अपरभावस्य आदिम् न पूर्वभावमाचष्टे न प्रतिषेधसि पूर्वभावस्य विषये स एषः विनाशः न किमपि कथयति शान्तः मौनो वा तिष्ठति इति एवं षड्भाव विकार विषये अनेन यास्केन अत्र विचारः कृतः। एषः एव विचारः महाभाष्येऽपि आगतः भाष्यकारेण अपि वार्ष्यायणी नाम्ना एव भगवान् वार्ष्यायणी नाम्ना भगवतः वार्ष्यायणे नाम्ना एव तत्रापि विचारः कृतः उत्थापितः वर्तते सिद्धान्तः उद्धृतः वर्तते। केनचित् उच्येत अन्याः अपि तु क्रियाः अथवा अन्येपि तु विकाराः भवन्ति चेत् तत्र उच्यते अतोन्ये भाव विकाराः एतेषामेव विकारा भवन्ति इति स्मः। अतो अन्ये ये एतेभ्यः षड्भ्यः अन्ये ये भाव विकाराः सन्ति ते भाव विकाराः एतेषामेव षण्णां विकाराणां विकाराः भवन्ति इति ह स्मः वार्षायणी वार्षाण्येः एव एषः अपि सिद्धान्तः वर्तते। अतः अतो अन्ये विकाराः न सन्ति इति वार्षायणी मतम् अत्र वर्तते यथा वचनम् अभ्यूहितव्याः ते यथा यत्र अपि व्यवहारः तेषां वर्तते चेत् तेषां तथा तत्र अभ्यूहः कर्तव्यः यतो अन्ये विकाराः न सन्ति इति। अग्रे उपसर्गाणां विषये विचारिष्यते। हा किमस्ति यथा काचित् कली भवति न कली पुष्पस्य तत्र विकासः जायते पूर्वम् एकस्याः पङ्क्ते विकासः पुनः द्वितीयस्याः पुनः तृतीयस्याः पुनः चतुर्थ्याः चेत् यथा एतद् भवति न गेन्दा पुष्पं भवति अथवा किञ्चिदपि पुष्पं भवति तत्र विकासः शनैः शनैः जायते तथैव अत्रापि यतोहि चतुर्दिक्षु अस्य शब्दस्यापि सम्प्रसारणं भवति चतुर्दिक्षु एव भवति समक्षं किञ्चित् अधिकं भवति परं चतुर्दिक्षु एव तथैव विकासः पुष्पस्य इव यथा पुष्पस्य विकासः कस्यचित् कुड्मल कुड्मल कुड्मल इति कली इति उच्यते न कुड्मल कुड्मल कोरखन्याय हा तस्यैव यानि किन्नाम के भवन्ति ते पुष्पस्य अवयवाः के उच्यन्ते पत्राणि भवन्ति न पुष्पस्य पत्राणि भवन्ति यथा पुष्पस्य पत्रशः विकासो जायते पुष्पस्य पुष्पे यानि पत्राणि भवन्ति तेषां क्रमेण विकासः जायते तथैव कदम्ब पुष्पन्याय कदम्ब पुष्पेऽपि तथैव कदाचित् दृष्टं तु न साक्षात् श्रुतमेव आचार्यवर्यैपि उच्यते स्म तदा कदम्ब पुष्पे साक्षात् एतत् दृश्यते एकस्मिन् दिने एका पङ्क्तिः विकसिता भवति अपरस्मिन् दिने अपरा पङ्क्तिः विकसिता भवति तृतीयदिने तृतीया पङ्क्तिर्विकसिता भवति एवं तत्र उच्यते साक्षात् कर्तव्यं कदाचित् न साक्षात् कृतं मया एवं तत्र वर्तते। नहीं तदेव उच्यते सज्जा केवलं वर्तते तत्र अपरा स्थितिस्तु भिन्ना स्थितिर्वर्तते या किल वृद्धिर्वा अपक्षयो वा वृद्धिर्वा अपक्षयो इति वा इति तु अपरा स्थितिर्वर्तते अत्र अपरा काचित् स्थितिर्न वर्तते। विपरिणामः उच्यते अत्र प्रथमायां दशायां वर्तते परं तत्र द्वितीयस्याः अवस्थायाः सज्जा चलति इति मन्ये उच्येत स विपरिणामः इति उच्यते यदि तत्त्वात् अप्रच्यवमानस्य तत्त्वादसौ अप्रच्युतः अधुना तिष्ठति एवमुच्यते जायते पुनः अस्ति चेत् अधुना तत्पश्चात् या तु वर्धते उत वा अपक्षीयते अनि तत् मध्यगतापि एका स्थितिः विचार्यते तत्र मध्यगतापि एका स्थितिर्विचार्यते एकः बालः भवति शिशुर्भवति अपरो बालो भवति किशोरा भवति युवा भवति यदा अग्रिमा अवस्था न प्राप्ता पूर्वा च न प्रच्युता परं सज्जा तस्य कृते चलति अपरा न उच्यते पूर्वापि सम्पूर्णा न उच्येत उच्यते व्यावहारिकसत्ता तु नास्ति तस्य व्यावहारिकदार्शनिकी एव सत्ता वर्तते अस्य स एव विपरिणामः इति उच्यते विपरिणामः इति अपरस्य आरम्भः उच्येत मन्ये स एव आरम्भस्य स एव परम स तु तथा तदा उच्यते यदा पूर्वस्मा तत्वात् प्रच्युतिस्तस्य जायते। अधुना उच्यते प्रच्युति ही नास्ति अत्र, अधुना प्रच्युति ही नास्ति। अप्रत्यवमानस्य तत्वात् विकारमपि कथयति अन्यच्च अप्रत्यवमानं तत्वात् अप्रच्य परिणमतैति प्रच्युतिमानस्य तत्वात् विकारम्। नहीं विरोध नास्ति, ये तो एवं अस्ति न वाक्यम्। तत्वात् अप्रच्युतिमानस्य विकारम् तत्वतः, ये तो विकारस्तु वर्तते, विकारः वर्तते परं तादृशः विकारः वर्तते यः तत्वात् अप्रच्युतः अन्यस्य च अप्राप्तिः, तत्व मध्यगता स्थितिर्वर्तते। दधि कदा उच्येत? यदा संपूर्णोपि दध्यात्मना संपन्नः। दुग्धं कदा उच्यते? यदा तस्मात् पूर्वावस्था वर्तते। अपि वा उभयोर् मध्यगता अपि स्थिति वर्तते काचित्, तत्त्वतः न प्रच्युतः अग्रिमस्य च आरम्भः, सा स्थिति वर्तते। एवमस्ति न, व्यावहारिकसत्तास्य न वर्तते, तन्त्वे तनुत्वं द्योत्यते नैयून्यं, नैयून्यं नागच्छति। एतदपि स्वीक्रियते, पूर्वस्याम् अवस्थायां नैयून्यं नास्ति अत्र, अपरा च अपरस्याः अवस्थितेः प्राप्तिरपि नास्ति चेत् अत्रैव तस्य सज्जात्वेन अत्र उच्यते, या भाष्यकारेण यदुच्यते सज्जात्वेन अत्र उच्यते। नहीं, पूर्व अपरस्य उत्पत्तिरपि नास्ति, पूर्वस्य च विनाशोपि नास्ति, ततः प्रच्युतिर्नास्ति। धर्मांतर अवस्थितस्य द्रव्यस्य पूर्वधर्मं निवृत्तं धर्मान्तरोत्पत्ति परिणामान्तरोत्पत्ति किमस्ति? अवस्थितस्य द्रव्यस्य पूर्वधर्मं निवृत्तं धर्मान्तरोत्पत्ति, पूर्वधर्म निवृत्तं, धर्मस्य निवृत्तिः स्वीकृता केन? केन स्वीकृता वर्तते? अस्तु, योग योगदर्शने वर्तते। ओम् अधिकृष्टं कोऽयं परिणामं तस्मिन् विषये तस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्ति परिणामः। अत्र तु साक्षात् उत्तरावस्था स्वीकृता, धर्मान्तरोत्पत्तिः स्वीकृता वर्तते, पूर्वधर्मस्य च निवृत्तिः स्वीकृता वर्तते, अत्र तु तथा नास्ति। अस्तु, परिणामे अन्यत् द्रष्टव्यं, भाष्यादिकं पठितव्यं चेत् अत्र अवगतिर्भविष्यति। अलं कुर्मः, समयो जातः। भूतं च भव्यं च सत्त्वं यश्च तिष्ठति सर्वस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः। सहना।